अथ केनोपनिषद्वाक्यभाष्यं समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म च अनेकप्रकारं ययोः विकल्पसमुच्चयानुष्ठानातो दक्षिणोत्तराभ्यां श्रुतिभ्याम् आवृत्त्यनावृत्तिः भवतः। अतः ऊर्ध्वं फलनिरपेक्षज्ञानकर्मसमुच्चय अनुष्ठानात् कृतात्मसंस्कारस्य उच्छिन्न आत्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनः निर्ज्ञात अशेषबाह्यविषयत्वातुं संसारबीजम् अज्ञानम् उच्छिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः केन इहितम् इति आत्मस्वरूपतत्त्वविज्ञानाय अयमध्यायः आरभ्यते। तेन च मृत्युपदम् अज्ञानमुच्छेत्तव्यं तत्तन्त्रो हि संसारो यतः अनधिगतत्वात् आत्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा। कर्मविषये च अनुक्तिः तद्विरोधित्व अस्य विजिज्ञास्तव्यस्य आत्मतत्त्वस्य कर्मविषये अवचनं कस्मादिति चेत् आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते। निरतिशय ब्रह्मस्वरूपो हि आत्मा विजिज्ञापिहितः तदेव ब्रह्मत्वं विद्धि नेदं विदिदम् इत्यादि श्रुते न हि स्वाराज्याभिषिक्तब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति। अतो ब्रह्मास्मीति सम्बुद्धौ न कर्म कारयितुं शक्यते न हि आत्मानम् अवाप्तार्थं ब्रह्ममन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति न च निष्प्रयोजनप्रवृत्तिः। अतो विरुध्यत एव कर्मणा ज्ञानम्। अतः कर्मविषये अनुक्तिः विज्ञानविशेषविषया एव जिज्ञासा। कर्म अनारम्भ इति चेत् न निष्कामस्य संस्कारार्थत्व यदि हि आत्मविज्ञानेन आत्मा अविद्याविषयत्वात् परित्यज्यते कर्म ततः प्रक्षालनाद्धिपङ्कस्य दूरादस्पशनं वरमिति अनारम्भ एव कर्मणः श्रेयम् अल्पफलत्वात् आयासबहुलत्वात् तत्त्वज्ञानादियं च श्रेयप्राप्तिः इति चेत् सत्यम् एतदविद्याविषयं कर्म अल्पफलत्वादिदोषवत् बन्धरूपं च सकामस्य कामान् यः कामयते इति नु कामयमानः इत्यादि श्रुतिभ्यः न निष्कामस्य तस्य तु संस्कारार्थानि एव कर्माणि भवन्ति तन्निर्वर्तकप्राणविज्ञानसहितानि। देवयाजी श्रेयान् आत्मयाजी वा इति उपक्रम्य आत्मयाजी तु करोति इदं यानेन अङ्गं संस्क्रियते इति संस्कारार्थमेव कर्माणि इति वयसने। महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् इत्यादि स्मृतेश्च प्राणादिविज्ञानं च केवलं कर्मसमुचितं वा सकामस्य प्राणात्मप्राप्त्यर्थमेव भवति। निष्कामस्य तु आत्मज्ञानप्रतिबन्धकनिर्मृष्ट्यै भवति आदर्शनिर्मार्जनवत्। उत्पन्न आत्मविद्यस्य तु अनारम्भः निरर्थकत्वात्। कर्मणाबध्यते जन्तुः विद्यायाजो विमुच्यते तस्मात् कर्म न कुर्वन्ति यतः पारदर्शिनः इति। क्रियापदश्चैव पुरस्ता सन्न्यासश्च तयोः सन्न्यास एव अत्यरीचयतो इति त्यागेन ऐके नान्यः पन्था विद्यते इत्यादि श्रुतिभ्यः न्यायाच्च उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य ज्ञानेन तु अमृतत्वप्राप्तिः अमृतत्वं हि विन्दते विद्यया विन्दते अमृतम् इत्यादि श्रुति स्मृतिभ्यश्च न हि नद्याः पारगः नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति न हि स्वभावसिद्धं वस्तु शिशदिशति साधनैः स्वभावसिद्धश्च आत्मा तथा न अपिपयिषितः आत्मत्वे सति नित्य आप्तत्वात् नापि विचिकारयिषितः आत्मत्वे सति नित्यत्वात् अविकारित्वात् अविषयत्वात् अमूर्तत्वाच्च श्रुतेश्च न वर्धते कर्मण इत्यादि स्मृतेश्च अविकार्योऽयमुच्यते इति न च सञ्चिस्कीर्षितः शुद्धम् अपापविद्धम् इत्यादि श्रुतिभ्यः अनन्यत्वाच्च अन्येन अन्यस्संस्क्रियते न च आत्मनो अन्यभूता क्रिया अस्ति न च स्वेनैव आत्मना स्वम् आत्मानं सञ्चिस्कीर्षेत् न च वस्त्वन्तराधानं नित्यप्राप्तिर्व वस्त्वन्तरस्य नित्य नित्यत्वं च इष्टं मोक्षस्य। अतः उत्पन्नविद्यस्य कर्मारम्भो अनुपपन्न अतो व्यावृत्तबाह्यबुद्धेः आत्मविज्ञानाय केन इष्टम् इत्यादि आरम्भः केन हितं पतति प्रेषितं मनः केन प्राणप्रथमप्रैति युक्तः केन हितां वाचं इमां वदन्तीं च चक्षुस्त्रोत्रमुख देवो युनक्ति। प्रवृत्तिलिंगा तो विशेषार्थ प्रश्न उत्पन्न है, रथादीना ही चेतनावत अधिष्ठिता प्रवृत्ति दृष्ट न अनधिष्ठिता मन आदीना चेतना प्रवृत्ति दृश्यते तद्धिलिंगम चेतनावत अधिष्ठा अस्तित्व करणानि ही मनादीनि नियमेन प्रवर्तन्ते त न असति चेतनावति अधिष्ठात्री उपपद्यते तद्विशेषस्य च अनधिगमः चेतनावति अधिष्ठातृ सामान्य च अधिगते विशेषार्थः प्रश्नः उपपद्यते केन इहितं केन इष्टं कस्य इच्छामात्रेण मनःपतति गच्छति स्वविषये नियमेन व्याप्यते इत्यर्थः मनुते अनेन इति विज्ञाननिमित्तम् अन्तःकरणं मनः प्रेषितमिव इति उपमर्थः न तु ईशीत प्रेषितशब्दयोः अर्थव्ययः सम्भवतः न हि शिष्यानिव मनादीनि विषयेभ्यः प्रेषयति आत्मा विविक्तनित्यचित् स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्स अधिष्ठातृवत् प्राण इति नासिकाभवः प्रकरणात् प्रथमत्वं च क्रियायाः प्राणनिमित्तत्वं स्वतो विषयाभासमात्रं करणानां प्रवृत्तिः चलिक्रिया तो प्राणस्यैव मनादिषु तस्मात् प्राथम्यं प्राणस्य प्रैति गच्छति युक्तः प्रयुक्तः इत्येतत् वाचो वचनं किं निमित्तं प्राणिनां चक्षुश्रोत्रयोश्च को देवः प्रयुक्तः कर्णानाम् अधिष्ठातः चेतनावान् यः स किं विशेषणः इत्यर्थः श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचोः वाचकंसौ प्राणस्य प्राणः चक्षुश्चक्षुरधिमुच्यधीराः प्रीत्यस्माल्लोकादमृता भवन्ति श्रोत्रस्य श्रोत्रम् इत्यादि प्रतिवचनं निर्विशेषस्य निमित्तत्वार्थं विक्रियादिविशेषरहितस्य आत्मनः मनादिप्रवृत्तौ निमित्तत्वम् इति एतत् श्रोत्रस्य श्रोत्रम् इत्यादि प्रतिवचनस्य अर्थः अनुगमात् अनुगतानि हि अस्मिन् अर्थे अक्षराणि कथं शृणोति अनेन इति श्रोत्रम् तस्य शब्दावभासकत्वं श्रोत्रत्वं शब्दोपलब्धृरूपतया अवभासकत्वं न स्वतः श्रोत्रस्य अचिद्रूपत्व आत्मनश्च चिद्रूपत्व यच्छ्रोत्रस्य उपलब्धृत्वेन अवभासकत्वं तदात्मनिमित्तत्वात् श्रोत्रस्य श्रोत्रमित्युच्यते यथा क्षत्रस्य क्षत्रं यथा वा उदकस्य औष्ण्यम् अग्निमित्तम् इति दग्धुः अपि उदकस्य दग्ध अग्निः उच्यते उदकमपि हि अग्निसंयोगात् अग्निः उच्यते तद्वत् अनित्यं यत्संयोगाद् उपलब्धृत्वं तत्करणं श्रोत्रादि उदकस्यैव दग्धृत्वम् अनित्यं हि तत्र तत् यत्र तु नित्यम् उपलब्धृत्वम् अग्नौ इव औष्ण्यं स नित्योपलब्धिस्वरूपत्वात् दग्ध इव उपलब्ध उच्यते श्रोत्रादिषु श्रोतृत्वादि उपलब्धिः अनित्य नित्या च आत्मनि अतः श्रोत्रस्य श्रोत्रम् इत्यादि अक्षराणाम् अर्थानुगमात् उत्पद्यते निर्विशेषस्य उपलब्धिस्वरूपस्य आत्मनः मनादिप्रवृत्तिनिमित्तत्वमिति मनादिषु इयं यथोक्तं वाचोः वाचं प्राणस्य प्राण इति विभक्तिद्वयं सर्वत्र एवं हि द्रष्टव्यं कथं पृष्टत्वात् स्वरूपनिर्देशः प्रथमया एव च निर्देशः तस्य च ज्ञेयत्वात् कर्मत्वमिति द्वितीयः अतो वाचोः वाचं प्राणस्य प्राण इति अस्मात् सर्वत्रैव विभक्तिद्वयं यदेत श्रोत्रादि उपलब्धिनिमित्तं श्रोत्रस्य श्रोत्रम् इत्यादि लक्षणं तद् नित्योपलब्धिस्वरूपं निर्विशेषम् आत्मत्वं बुद्ध्वा अतिमुच्य अनवबोधनिमित्त अध्यारोपितात् बुद्ध्यादिलक्षणात् संसारात् मोक्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्मात् लोकः शरीरात् प्रेत्य वीज्य अन्यस्मिन् अप्रतिसन्धीयमाने निर्निमित्तत्वात् अमृता भवन्ति सति हि अज्ञाने कर्माणि शरीरान्तरं प्रतिसन्धते आत्मावबोधे तु सर्वकर्मारम्भनिमित्तज्ञानविपरीतविद्याग्निविप्लुष्टत्वात् कर्मणामिति अनारम्भे अमृता एव भवन्ति शरीरादिसन्तान अविच्छेदप्रतिसन्धानादि अपेक्षय अध्यारोपितमृत्युवियोगात् पूर्वमपि अमृताः सन्तः नित्यात्मस्वरूपत्वात् अमृता भवन्ति इति उपचर्यते न तत्र चक्षुर्गच्छति न वा गच्छति नो मनः न विद्मो न विजानीमो यत एतदनुशिष्यात् न तत्र चक्षुः गच्छति इति उक्तेऽपि पर्जनियोगे हेतुः अप्रतिपत्ते श्रोत्रस्य श्रोत्रमित्येमादिनः उक्तेऽपि आत्मतत्त्वे अप्रतिपन्नत्वात् सूक्ष्मत्वहेतोः वस्तुनः पुनः पुनः पर्जन्ययुयुक्षकारणमः न तत्र चक्षुर्गच्छति इति. तत्र श्रोत्रादि आत्मभूते चक्षुरादीनि वाक्चक्षुषोः सर्वेन्द्रिय उपलक्षणार्थत्वे न विज्ञानम् उत्पादयन्ति. सुखादिवत्तरि गृह्येत अन्तःकरणतः नो मनः न सुखादिवतो मनसो विषयः तत् इन्द्रिय अविषयत्वात् न विद्मो न विजानीमः अन्तःकरणेन यथा एतद् ब्रह्म मनादिकरणजातम् अनुशिष्य अनुशासनं कुर्यात् प्रवृत्तिनिमित्तं यथा भवेत् तदा अविषयत्वात् न विद्मो न विजानीमः. अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शय इत्युक्ते आचार्यः न शक्यते दर्शयितुं. कस्मात् न तत्र चक्षुर्गच्छति इत्यादि पूर्वोत्सर्वम्. अत्र तु विशेषः यथा एतद् अनुशिष्यादिति यथा एतद् अनुशिष्य प्रतिपादयेन् अन्योपि शिष्यान् इतो अन्येन विधिना इति अभिप्रायः. अन्यदेव तन्विदितान् अथो अविदितादधि इति शुश्रुमपूर्वे शामीनस्तद्व्याच चक्षिरेम. सर्वथापि ब्रह्मबोधय इत्युक्ते आचार्यः अन्यदेव तद्विदिता अथो अविदितादधि इति आगमम्. विदिताविदिताभ्याम् अन्यत् यो हि ज्ञाता सैव स सर्वात्मकत्व. अतः सर्वात्मनः ज्ञातुः ज्ञातरन्तर अभावः विदिता तु अन्यत्वम्. सवेत्ति वेद्यं न च तस्यास्ति वेत्ता इति च मन्त्रवन्तः. विज्ञातारमरेकेन विजानीयात् इति च भाषणे. अपि च व्यक्तमेव विदितं तस्मादन्यदि च अभिप्रायः. यद्विदितं व्यक्तं तदन्यविषयत्वात् अल्पं सविरोधं ततो अनित्यम् अत एव अनेकत्वात् अशुद्धम् अत एव तद्विलक्षणं ब्रह्म इति सिद्धम्. अस्तु तर्हि अविदितं न विज्ञान अनपेक्षत्वात्. यद्धि अविदितं तद्विज्ञानपेक्षम् अविदितविज्ञानाय हि लोकप्रवृत्तिः. इदं तु विज्ञान अनपेक्षम्. कस्मात्? विज्ञानस्वरूपत्वात्. न हि यस्य यत् स्वरूपं तत्तेन अन्यतो अपेक्षते न च स्वत एव वा अपेक्षा. अनपेक्षमेव सिद्धत्वात्. न हि प्रदीपः स्वरूप अभिव्यक्तौ प्रकाशान्तरम् अन्यतो अपेक्षते स्वतो वा. यद्य अनपेक्षं तत् स्वत एव सिद्धं प्रकाशात्मकत्वं. प्रदीपस्य अन्यो अपेक्षितोपि अनर्थकस्य प्रकाशे विशेषाभावः. न हि प्रदीपस्य स्वरूप अभिव्यक्तौ प्रदीपप्रकाशो अर्थवान् न च एवम् आत्मनो अन्यत्र विज्ञानमस्ति येन स्वरूपविज्ञानेऽपि अपेक्ष्यते विरोध इति चेन्न अन्यत्वात्. स्वरूपविज्ञाने विज्ञानस्वरूपत्वात् विज्ञानान्तरं न अपेक्षते इति एतदसत्. दृश्यते हि विपरीतज्ञानमात्मने सम्यक् ज्ञानं च न जानामि आत्मानम् इति च श्रुतेश्च तत्त्वंसि आत्मानमेव अवेन् एतं वै तम् आत्मानं विदित्वा इति च सर्वत्र श्रुतिषु आत्मविज्ञाने विज्ञानान्तरपेक्षत्वं दृश्यते. तस्मात् प्रत्यक्षश्रुतिविरोधः इति चेन्न. कस्मात्?